षोडशखण्डः पुत्रायुषः उपासनमुक्तं जपश्च अथ इदानीम् आत्मनः दीर्घजीवनाय इदम् उपासनं जपं च विदधः जीवन् हि स्वयं पुत्रादिफलेन युज्यते नान्यथ इत्यतः आत्मानं यज्ञं सम्पादयति पुरुषः पुरुषो वावयज्ञः तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातस्वं चतुर्विंशति अक्षरा गायत्री गायत्रं प्रातस्वं तस्य वसव अन्वायितः प्राणा वावसव एते हितं सर्वं वासयन्ति पुरुषः जीवनविशिष्टः कार्यकरणसङ्गातः यथा प्रसिद्ध एव वाशब्द अवधारणार्थ पुरुष एव यज्ञः इत्यर्थः तथा हि सामान्यैः सम्पादयति यज्ञत्वं कथं तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाणि आयुषः तत्प्रातस्वनं पुरुषाख्यस्य यज्ञस्य केन सामान्येन इति अहं चतुर्विंशति अक्षरा गायत्री छन्दः गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातस्सवनम् अतः प्रातःसवनसम्पन्नेन चतुर्विंशतिवर्षायुषयुक्तः पुरुषः अतो विधियज्ञसादृश्या तु यज्ञः तथा उत्तरयोः अपि आयुषोः समनद्वयसम्पत्तिः दृष्टुब्जगति अक्षरसाङ्ख्यासामान्यतो वाच्य किञ्च तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्यैव वसवः देवः अन्वयितः अनुगतः सवनदेवतात्वेन स्वामिनः इत्यर्थः पुरुषयज्ञेऽपि विधियज्ञैव अग्न्यादि वसवः देवः प्राप्तः इत्यतो विशिनष्टे प्राणामः वसवः वागादयो वायवश्च एते हि यस्माम् इदं पुरुषादिप्राणिजातम् एते वासयन्ति प्राणेषु देहे वसत्सु सर्वमिदं वसति नान्यथ इत्यतः वसनात् वासनाच्च वसवः तं चेदेतस्मिन् वयसि किञ्चित् उपतपेत् स ब्रूयात् प्राणवसव इदं मे प्रातःसवनम् आद्यन्दिनकं सवनं मनसं तुनतेति माहं प्राणानां वसूनामध्ये यज्ञो विलोप्सीय इति उद्धयेव ततः ये त्यगतो अभवति तं चेत् यज्ञसम्पादिनम् एतस्मिन् प्रातःसवनसम्पन्ने वयसि किञ्चिन् व्याध्यादि मरणशङ्काकारणम् उपतपे दुःखम् उत्पादये स तदा यज्ञसम्पादिपुरुषः आत्मानं यज्ञं मन्यमानः ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् हे प्राणः वसवः इदं मे प्रातःसवनं मम यज्ञस्य वर्तते तत् माध्यन्दिनं सवनम् अनुसन्तुनुत इति माध्यन्दिनेन सवनेन आयुषा सहितम् एकीभूतं सन्तसं कुरुत इत्यर्थः मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसवनीशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येय इत्यर्थः इति शब्दो मन्त्रपरिसमाप्त्यर्थः स तेन जपेन ध्यानेन च ततः तस्मात् उपतापात् उद् एति उद्गच्छति उद्गम्य विमुक्तः सन् अगतोः अनुपताप भवत्येव अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशत् अक्षरा त्रिष्टुप्त्रयिष्टुभं माध्यन्दिनं सवनं तद्धस् रुद्रा अन्वायत्तः प्राणामावरुद्रा एते हिरिकं सर्वगं रोदयन्ति अथ यानि चतुश्चत्वारिंशद्वर्षाणि इत्यादि समानं रुदन्ति रोदयन्ति इति प्राणाः रुद्रः क्रूराहिते मध्यमे वयसि अतो रुद्रः तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा रुद्रा इदं मे माध्यन्दिनं सवनम् तृतीयसवनम् अनुसन्तनुतेति माहं प्राणानागं रुद्राणां मध्ये यज्ञो विलोप्सी इति उद्धैव तद ये त्यगतोः भवति अथ यानि अष्टाचत्वारिंशद्वर्षाणि तृतीयसवनम् अष्टाचत्वारिंशदक्षरा जगति जागतं तृतीयसवनं तस्य आदित्यान्वायितः प्राणामा आदित्या एते इदं सर्वम् आददते तं चेदेतस्मिन् वयसि किञ्चिदुपतवे स ब्रूयात् प्राण आदित्या इदं मे तृतीयसवनम् आयुः अनुसन्तनुतेति माहं प्राणानाम् आदित्यानां मध्ये यज्ञो विलोप्सीयते उद्धैव तत इत्यगतो हरिव भवति तथा आदित्यः प्राणः ते हि इदं शब्दादिजातम् आददते अतः आदित्यः तृतीयसवनम् आयुः षोडशोत्तरवर्षशतं समापयत अनुसन्तनुत यज्ञं समापयत इत्यर्थः समानमन्यत् निश्चिता हि विद्या फला इति एतद्दर्शयन् उदाहरति एतद्धस्मै तद्विद्वान् महिदासय इतरेयः स किं माम् एतदुपतपसि योऽहम् अनेन न प्रेष्यामिति स षोडशं वर्षितम् अजीवतो प्रह षोडशं वर्षितं जीवतीयं वेद एतद्यज्ञदर्शनं हस्म वै किल तद्विद्वान् महिदासो नमतः इतराय अपत्यम् ऐतरेय किं कस्मात् मे मम एत उपतपनम् उपतपसि सत्त्वं हे रोग योऽहं यज्ञः अनेन त्वत्कृतेन उपतापेन न प्रेष्यामि न मरिष्यामि अतो वृथा तव श्रमः इत्यर्थः इत्येमः स्म इति पूर्वेण सम्बन्धः स एवं निश्चयः सन् षोडशं वर्षशतम् अजीवत् अन्योपि एवं निश्चयः षोडशं वर्षशतं प्रजीवति य एवं यथोक्तं यज्ञसम्पादनं वेद जानाति स इत्यर्थः इति षोडशखण्डभाष्यम् सप्तदशखण्डः स यदशिशिषति यत्पिपासति यन्न रमते तास्य दीक्षाः स यदशिशिषति इत्यादि यज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव सम्बध्यते यदशिशिषति अशितुम् इच्छति तथा पिपासति पातुमिच्छति यन्न रमते इष्टादि अप्राप्तिनिमित्तं यदेवं जातीकं दुःखम् अनुभवति तस्य दीक्षा दुःखसामान्या तु विधियज्ञस्यैव अथ यदश्नाति यत्पिबति यद्रमते तदुपसदेरेति अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति इष्टादिसंयोगात् तत् उपसदैः समानतामेति उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति अल्पभोजनीयानि च अहानि आसन्नानि इति प्रश्वासः अतो आशनादीनाम् उपसदां च सामान्यम् अथ यद्धसति यज्जक्षति स्तुतशस्त्रैरीवर्तदेति अथ यद्धसति यज्जक्षति भक्षेति स्तुतशस्त्रैरेव तत्समानतामेति शब्दवत्तु सामान्यम् अथ यत्तपोदानम् आर्जवम् अहिंसा सत्यवचनमिति तास्य दक्षिणाः अथ यत्तपोदानम् आर्जवम् अहिंसा सत्यवचनमिति तास्य दक्षिणाः धर्मपुष्टिकरत्तु सामान्य तस्मादहुः शोष्यति असोष्ठेति पुनः उत्पादनमेव अस्य तन्मरणमेव अवभृतः यस्माच्च यज्ञः पुरुषः तस्मात् तं जनयिष्यति माता यदा तदा अहो अन्ये शोष्यति इति तस्य मात्रं यदा च प्रसूता भवति तदा असोष्ठा पूर्णिका इति विधियज्ञे इव शोष्यति स्वामं देवदत्तः असोष्ठस्वामं यज्ञदत्त इति अतः शब्दसामान्याद्वा पुरुषयज्ञ पुनरुत्पादनमेव अस्य तत्पुरुषाख्यस्य यज्ञस्य यत् शोष्यति असोष्ठा इति शब्दसम्बन्धित्वं विधियज्ञस्य किञ्च तन्मरणमेव अस्य पुरुषयज्ञस्य अवृतः समाप्तसामान्य तद्ध एतद्घोराङ्गिरतः कृष्णाय देविकी पुत्राय उक्त्वा उवाचम् अभिपास एव स बभूवासो अन्तवेदायाम् एतत्त्रयं प्रतिपद्येत अक्षितमसि अच्युतमसि प्राणसघंषितमसीति तत्र एते द्वे रुचौ भवतः तद्धेतयज्ञदर्शनं घोरः नामतः आङ्गिरसः गोत्रतः कृष्णाय देविकीपुत्राय शिष्याय उक्त्वा उवाच तदेतत्त्रयम् इत्यादि विविधेन सम्बन्धः स च एतद्दर्शनं श्रुत्वा अपिपास एव अन्याभ्यो विद्याभ्यो बभूव इत्थं च विशिष्टायम् यत्कृष्णस्य देविकीपुत्रस्य अन्या विद्यां प्रति दृढ्विच्छेदकरी इति पुरुषयज्ञविद्यां स्तौति घोर आङ्गिरसः कृष्णाय उक्त्वा इमां विद्यां किम् उवाच इति तदाहं स एवं यथोक्तयज्ञमे अन्तवेलायां मरणकाले एतत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः किं तत्त्वम् अक्षितम् अक्षीणम् अक्षतं वा आसीत् इति एकं यजु सामर्थ्यात् आदित्यस्थं प्राणं च एकीकृत्याः तथा तमेव अहम् अच्युतं स्वरूपात् अप्रच्युतमसि इति द्वितीयं यजु प्राणसंहितं प्राणश्च स संहितं सम्यक् तनूकृतं च सूक्ष्मं तत् त्वमसि इति तृतीयमिजु तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे द्वे रुचौ मन्त्रौ भवतः न जपार्थे त्रयं प्रतिपद्येत इति त्रित्वसङ्ख्या बाधनात् पञ्चसङ्ख्या हि तदा स्यात्। आदित्यप्रत्नस्य रेतसः उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरगं स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यम् अगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति। आदित्यत्र आकारस्य अनुबन्धः तकारः अनर्थक ऐच्छब्दश्च प्रत्नस्य चिरन्तनस्य पुराणस्य इत्यर्थः। रेतसः कारणस्य बीजभूतस्य जगतः सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति। आशब्दः उत्तुष्टानुबन्धः पश्यन्ति इत्यनेन सम्बध्यते। किं तञ्ज्योतिः पश्यन्ति? वासरम् अहः आहारिव ततो सर्वतो व्याप्तं ब्रह्मणो ज्योतिः। निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मचर्यादिनिवृत्तिसाधनैः शुद्धान्तकरणाः आसमन्ततः ज्योतिः पश्यन्ति इत्यर्थः। परः परमिति लिङ्गविच्छेदेन ज्योतिष्परत्वात् यत् इद्यते दीप्यते दिवि द्योतनवति परस्मिन् ब्रह्मणि वर्तमानं येन ज्योतिषा युद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणाः विभासन्ते किञ्च अन्यो मन्त्रदुर्गाः यथोक्तं ज्योतिः पश्यन् उद्वयं तमसः अज्ञानलक्षणात् परि परस्तादिति शेषः। तमसो वा अपनेत्रो यज्ज्योतिः उत्तर आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन सम्बन्धः। तज्ज्योतिः स्वः स्वम् आत्मीयम् अस्मन् हृदि स्थितम् आदित्यस्थं च तदेकं ज्योतिः। यत् उत्तरम् उत्कृष्टतरम् ऊर्ध्वतरं वा अपरं ज्योतिरपेक्ष्य पश्यन्तः उदगन्म वयम्। कम् उदगन्म इति आह देवं द्योतनवन्तं देवत्र देवेषु सर्वेषु सूर्यं रसानां रश्मीनां प्राणानां च जगतहीर्णात् सूर्यः तम् उदगन्म गतवन्तः। ज्योतिरुत्तमं सर्वज्योतिभ्यः उत्कृष्टतमम् अहो प्राप्ता वयम् इत्यर्थः। इदं तज्ज्योतिः यत् ऋग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितं द्विरभ्यासो यज्ञकल्पना प्रतिमाप्त्यर्थः इति सप्तदशखण्डभाष्यम्।